अस्तु, तर्हि अस्माकं विषयः अस्ति कर्मणि लोट्, कर्मणि भावे लोट् लकारः. अत्र यत्र कुत्र यदा कदापि अस्माकं भ्रमः भवति कस्मिन्नपि विषये, तदा किं कर्तव्यमिति चेत् मूलविषये चिन्तनीयं भवति. मूलविषये नाम पुनः कर्तृपदं किं, कर्मपदं किं, क्रियापदं किं, कर्तरिप्रयोगे का विभक्तिः भवेत्, कर्मणि प्रयोगे का विभक्तिः भवेत् इति एतादृशं परिशीलनम् अवश्यं करणीयमस्ति. अनेन स्पष्टता जायते. किमर्थमिति चेत् सिद्धान्तः तु स्पष्टः एव अस्ति, सर्वं जानीमः. वस्तुतः आरम्भे लट्लकारस्य कर्तरि कर्मणि इत्यादिकं वयं दृष्टवन्तः. तस्मिन् किञ्चित् सारल्यम् आसीत् अस्ति च. इदानीं लोट्लकारे यः सिद्धान्तः प्रवर्तमानः आसीत् तत्र, स एव सिद्धान्तः पुनः अत्र आयाति. अतः न कापि चिन्ता अस्ति. ह्यः सन्ध्या भगिन्या मया उक्तं यत् एतत् सर्वम् अतीव भ्रमात्मकमस्ति, किञ्चित् पश्येम. अन्य कोऽपि अस्ति वा? अस्तु भगिनि, अस्तु. तर्हि आरम्भतः किञ्चित् परिशीलयाम एकवारं. तत्र अस्तु, सुब्रह्मण्यमहोदय कृपया. यदा वयं वदामः बालकः कार्यं करोति, तत्र कर्तृपदं किं, कर्मपदं किं, क्रियापदं किम्? बालकः कार्यं करोति, बालकः कर्तृपदं, कर्मपदं कार्यं, क्रियापदं करोति. अस्तु, समीचीनम्. अयं च प्रयोगः कर्तरिप्रयोगः अथवा कर्मणि प्रयोगः? कर्तरिप्रयोगः महोदय. तत्र कर्तृपदस्य कर्तरिप्रयोगे का विभक्तिः, कर्मपदस्य कर्तरिप्रयोगे का विभक्तिः? कर्तरिप्रयोगे कर्तृपदस्य प्रथमा विभक्ति, अतः बालक प्रथमा विभक्तिः, अतः बालकः. कर्मपदस्य द्वितीया विभक्तिः, अतः कार्यम्. अपि च क्रियापदं, क्रियापदम् अत्र बालकः कर्तृपदस्य अनुगुणं भवति. अत्र कर्तृपदं प्रथमपुरुष एकवचनम् अस्ति, तत्कारणात् क्रियापदमपि तदनुसारेण भवति. बहु समीचीनमस्ति. तर्हि आहत्य कर्तरिप्रयोगे अस्माकं सूत्रं किम्? एकं द्वे एकम्, एकं द्वे एकम् इति सूत्रमस्ति. मनसि भवेत् यत्र कुत्रापि कर्तरिप्रयोगः भवति तत्र सूत्रं किम्? एकं द्वे एकम्. लक्ष्मी भगिनी किञ्चित् वदतु, एकं द्वे एकम् इति अर्थः कः? कर्तृपदं प्रथमाविभक्ति प्रथमाविभक्त्याम् अस्ति चेत् क्रियापदमपि सोपानेन वदतु. तत्र समीचीनमेव, नाम कर्मपदं प्रथमाविभक्तौ इति एकमस्ति, अनन्तरं द्वे कर्तृपदं प्रथमाविभक्तौ अस्ति चेत् मास्तु, कर्तृपदं प्रथमाविभक्तौ इति एकम्, एकं द्वे एकम् इति मया उक्तम्. एकम् इत्युक्ते कर्तृपदं प्रथमाविभक्तौ, द्वे कर्मपदं कस्यां विभक्तौ? द्वितीया विभक्तौ भवति. तर्हि एकं द्वे एकम् इत्युक्ते कर्तृपदं प्रथमाविभक्तौ, कर्मपदं द्वितीयविभक्तौ, अपि च पुनः एकं किमर्थम्? कर्तृप्रयोगे क्रियापदं कर्तृपदम् अनुसृत्य भवति. हा बहु समीचीनमस्ति इति एकं द्वे एकम् इति कर्तरिप्रयोगस्य सूत्रं मनसि स्थाप्यतां अवश्यम्. अन्य कोऽपि अस्ति वा नूतनतया आगतः कोऽपि वा? ध्वनिः आगतः आसीत्. अस्तु अस्तु भगिनि अस्तु. अनन्तरं कर्मणि प्रयोगः इदमेव वाक्यं बालकः कार्यं करोति. अत्र सुनिधि भगिनी, तस्य कर्मणि प्रयोगे रूपं किं भवति? बालकः कार्यं करोति कर्मणि प्रयोगे बालकेन कार्यं क्रियते. समीचीनमस्ति. अनेन अस्माकं सूत्रं किं भवति? त्रीणि एकम् एकं त्रीणि एकम् एकम्. अत्र भवती एव वदतु सुनिधि भगिनी, अत्र त्रीणि एकम् एकम् इत्युक्ते किं? त्रीणि कर्तृपदं तृतीया विभक्तिः अस्ति. कर्मपदं प्रथमविभक्तिः अस्ति. क्रियापदं प्रथमविभक्तिः न. अत्र क्रियापदस्य विभक्तिः भवति वा? न. क्रियापदं कर्मपदम् भवति. बहु समीचीनमस्ति. यदि त्रीणि एकम् एकं तर्हि कर्तृप्रयोगे एकं द्वे एकं, कर्मणि प्रयोगे त्रीणि एकम् एकम् इति द्वौ सिद्धान्तौ. सर्वथा प्रवर्तनीयौ भवतः इति अवश्यं मनसि भवेत्. यदि एकं द्वे एकं कर्तृप्रयोगे त्रीणि एकम् एकं कर्मणि प्रयोगे मनसि तिष्ठति तर्हि अस्माकं भ्रमः न कदापि भवति. भ्रमः अस्ति चेत् पुनः मूलं गच्छतु. मूलं नाम एकं द्वे एकं त्रीणि एकम् एकं, तावदेव अस्ति, अन्यत् किमपि नास्ति. यस्मिन् कस्मिन्नपि लकारे, लट् लकारे अपि तथा लोट् लकारे अपि तथा, तर्हि कस्मिन्नपि वाक्ये अस्माकं प्रथमं कार्यं किं? वाक्यस्य अर्थः कः? अर्थः कः? यावत् अर्थः नावगतः तावत् एतादृशं परिशीलनं न सम्भवति. प्रथमतया वाक्यस्य अर्थः कः? तदाधारेण कर्तृपदं किं, कर्मपदं किं, क्रियापदं किं, तत्र अन्वयः कः, कस्य पदस्य कीदृश अन्वयः कस्मिन् इति अन्वयः इति तत्र सम्बन्धः इति वदामः. अन्वयः सम्बन्धः, सम्बन्धः नाम कर्म क्रियापदं दृष्ट्वा कर्तृपदं किं भवति, क्रियापदं दृष्ट्वा कर्मपदं किं भवति. अत्र अन्वयः सर्वत्र क्रियायां भवति, सम्बन्धः क्रियायाम् अस्ति. अस्तु समीचीनमस्ति. तर्हि इति लट् लकारस्य एकं वाक्यम् अस्माभिः दृष्टम्. इदानीं इदानीं सन्ध्या भगिनी वदतु, इदानीं बालिका चित्रं पश्यति. बालिका चित्रं पश्यति, इदं वाक्यं कर्तरिप्रयोगः कर्मणि प्रयोगः वा? अस्तु, तस्य कर्मणि किम्? अस्तु, अत्र एकं द्वे एकम् इति वदतु एकवारं. बालिका चित्रं पश्यति, तत्र एकं द्वे एकम् इति कथमस्ति? बालिका प्रथमविभक्ति एकवचनं, चित्रं तृतीयविभक्ति, क्रियापदं पश्यति तस्य वचनमपि एकवचनं न न तत्र एकम् इत्युक्ते किम् अत्र एकं द्वे एकं क्रियापदम् एकम् इति किमर्थम् उक्तमस्ति किमर्थं पालिका अपि वचन एकवचन तर्हि पालिका वचनम् अनुसृत्य एकवचन अपि हा वचनम् अपि च पुरुषः तत्र क्रियापदस्य लिङ्गमपि नास्ति विभक्तिः अपि नास्ति किन्तु पुरुषः भवति वचनं भवति अतः कर्तरिप्रयोगे कर्तृपदस्य पुरुषम् अपि च वचनम् अनुसृत्य रूपं भवति क्रियापदस्य रूपं भवति तदनुसृत्य किं कर्तृपदस्य पुरुषम् अपि च वचनम् अनुसृत्य अत्र बालिका अत्र बालिका अति पुरुषः कः कः पुरुषः प्रथमपुरुषः अपि च वचनम् एकवचनं तदनुसृत्य भवति अस्तु तस्य कर्मणि किं बालिका तृतीया विभक्ति बालिकया चित्रं दृश्यते चित्रं कस्यां विभक्तौ तृतीया प्रथमाविभक्ति अत्र नपुंसकलिङ्गे नपुंसकशब्दः इति कारणेन तत्र रूपपरिवर्तनं न भवति किन्तु विभक्तिपरिवर्तनं तु भवति द्वितीयविभक्तः अस्ति अस्तु वाक्यं पुनः आहत्य बालिकया चित्रं दृश्यते दृश्यते दृश्यते समीचीनमस्ति तर्हि इति तावदेव अस्ति इति सिद्धान्तः अस्माकं मूलसिद्धान्तः स एव अस्ति इदानीं लोट्लकारे कथं भवति इति पश्येम लोट्लकारे सरलम् उदाहरणम् अत्र कोऽपि वदतु सञ्जीवमहोदय कृपया कर्तरिप्रयोगे त्वं पुस्तकं पठ अस्तु तस्य परिशीलनं करोतु त्वं पुस्तकं पठ एतत् कर्तरिप्रयोगे त्वम् इति कर्तृपदं प्रथमाविभक्तौ पुस्तकं कर्मपदम् अस्ति द्वितीयाविभक्तौ पठ इति क्रियापदं कर्तृपदमनुसृत्य एकवचने अस्ति पुरुषमध्यमपुरुषः अस्ति नाम त्वमिति मध्यमपुरुषः एकवचने अतः क्रियापदं तदनुसृत्य नाम मध्यमपुरुषे एकवचने च अस्तु इदानीं तस्य कर्मणि अखिला भगिनी कृपया त्वया पुस्तकं पठ्यताम् अस्तु तस्य परिशीलनं त्वया इति तृतीयाविभक्त्यामस्ति कर्तृपदं कर्मपदमस्ति पुस्तकम् इति प्रथमाविभक्त्या क्रियते इति क्रियापदं कर्मपदम् अनुसरति अतः पुरुषः कः वचनं किम् क्रियते इति पुरुषः अस्ति प्रथमपुरुषः वचनं एकवचनम् अस्ति यतोहि कर्मपदं तदेव अस्ति कर्मपदं कर्मपदं तत् तथा अस्तु सामान्यतया कर्मपदं प्रथमपुरुषे भवति कुत्रचिदेव अहम् इत्यादिकं भवितुमर्हति सामान्यतया तृतीया प्रथमपुरुषे अस्ति अस्तु इति अस्ति समीचीनमस्ति तर्हि इदानीं कोऽपि प्रश्नः अग्रे गन्तुं शक्नुमः वा? अस्तु, किं वक्तव्यमस्ति इति चेत्, यत्र लोट्लकारस्य कर्मणि प्रयोगः भवति तत्र, अथवा यत्किमपि भवति तत्र कर्मणिप्रयोगे तस्य रूपं किम् इति चेत् आत्मनेपदीधातूनां कर्तरि यथा तथैव भवति दशसु लकारेषु तथा भवति. अतः प्रकाशते, प्रकाशेते, प्रकाशन्ते इत्यादीनि रूपाणि सन्ति इति यथा तथैव क्रियते, क्रियेते, क्रियन्ते. यद्यपि अत्र करोति इति अस्तु, उभयपदिधातुः अस्ति करोति, किन्तु अत्र गच्छति, गच्छति, गच्छतः, गच्छन्ति इति परस्मैपदिधातुः गम्, तस्य कर्मणि रूपं किम् इति पद्माभगिनी वदतु. वदतु. गम् धातोः कर्मणि, कर्मणि गच्छति, गच्छति इति कर्तरि. कर्मणि किमस्ति? गम्यताम्. इदानीं लट् लट् लट् लकारः निहारिका भगिनी किञ्चित् साहाय्यं करोतु. गम्यते, गम्येते, गम्येतां, गम्यन्ते, क्षम्यताम्. यथा प्रकाशते, प्रकाशेते इति आत्मनेपदीधातु तत्र काशस्ति, प्रकाशते, प्रकाशेते, प्रकाशन्ते. तद्वत् किं गम्यते, गम्येते, गम्यन्ते इति रूपाणि भवन्ति. अतः यथा आत्मनेपदीधातूनां रूपाणि लट् लोट् लङ् यत्किमपि भवतु तथैव भवति कर्मणि प्रयोगे सर्वेषां धातूनां रूपाणि. धातुः तत्र धातुः आत्मनेपदीधातुः परस्मैपदीधातुः वा भवतु नाम, किन्तु कर्मणि प्रयोगे तस्य रूपम् आत्मनेपदीधातुवत् इति स्पष्टं स्यात्. सन्ध्या भगिनी, एतावत् स्पष्टं वा? स्पष्टमस्ति. अस्तु, तर्हि इदानीं कर्मणि लोट् इति चेत्, कर्मणि लोट् तत्र यथा अस्तु, अन्य कोऽपि आगतः वा? आं महोदय, श्रीनिवास अस्मि. श्रीनिवास महोदय, अस्तु. इदानीं सुनिधि भगिनी वदतु. इदानीं बालकः कार्यं करोतु, तस्य कर्मणि लोटि किमस्ति? बालकः कार्यं करोतु, बालकेन कार्यं क्रियताम्. क्रियतां, समीचीनमस्ति. क्रियतां, यतोहि प्रकाशताम् अस्ति तत्र आत्मनेपदे, वन्दतां, यः कोऽपि धातुः आत्मनेपदीधातुः अस्ति, ताम् इति अस्ति प्रथमपुरुषस्य एकवचने, अतः क्रियताम् इति अस्ति. दृश्यतां, चिन्त्यताम्, उपविश्यतां, यत्किमपि अस्ति. अपि च कर्मपदम् अनुसृत्य तस्य रूपं भवति कर्मणि प्रयोगे. भाविप्रयोगे तु प्रथमपुरुष यथा पूर्वमपि प्रथमपुरुषस्य एकवचनान्तरूपं सर्वदा नित्यम्. अस्तु, तर्हि अग्रे गच्छेम. अस्माकं कथा प्रवर्तमाना आसीत् अत्र, सुब्रह्मण्यमहोदय कृपया, अत्र यत्र भवान् एव पठितवान् गतसप्ताहे, भीष्मः मया एव. अस्तु महोदय, भीष्मः मया एव अभिवाद्यताम् अथवा आवाभ्याम् आवाम् अन्योन्यम् अभिवन्द्यावहै. अत्र किमस्ति? अत्र भीष्मः वदति मया एव अभिवाद्यताम्। अत्र कर्तरीप्रयोगे अस्ति अहम् एव भवन्तं अभिवादानि। अत्र अभिवादयति इति अस्ति, अभिवादयति, अभिवादयानि, अभिवादयानि, हा, अभिवादयति अथवा अभिवादयते, अनिचि तत्र उभयपदे भवति, किन्तु अभिवादयानि अहमेव। अस्तु, अग्रे। अथवा आवाभ्याम् आवाम् अन्योन्यम् अभिवन्द्यावहै। अत्र आवाभ्याम् आवाम् अन्योन्यम् अभिवन्द्यावहै इत्युक्ते अत्र कर्तरीप्रयोगे आवाम् आवाम् अन्योन्यम् अभिवन्द्यावहै। कर्तृपदं किं, कर्मपदं किम् इत्यादिकं वदतु। अत्र कर्मणि प्रयोगे कर्तृपदम् अस्ति आवाभ्यां, कर्मपदमस्ति आवां, क्रियापदम् अभिवन्द्यावहै। अस्तु, तर्हि अत्र त्रीणि एकमेकम् इति अस्ति खलु। सन्ध्या भगिनी अवचति वा? परन्तु आम् आम् लोट् लकारे अवगच्छामि। तर्हि समस्या अस्ति वा? या कर्तृ अमीनां कर्तरिप्रयोगे न जानामि किम् इदं वाक्यमिति वा? आम् हा, इदानीमेव इदं वाक्यं किञ्चित् भ्रमात्मकम् अस्ति, किन्तु इदानीं करिष्यामः, मिलित्वा करिष्यामः। सुब्रह्मण्यं महोदय, कृपया। आवाभ्याम् इति कर्तृपदमस्ति, अनन्तरं कर्मपदम् आवां महोदय। अन्योन्यं किम् अस्ति? अन्योन्यम् अत्र प्रायः न जानामि महोदय। आवाम् अन्योन्यं तदपि प्रायः तस्य विशेषणं वस्तुतः अत्र अन्योन्यम् अत्र अव्ययमस्ति, अव्ययम् क्रियाविशेषणमस्ति, क्रियाविशेषणं, हा, तस्य परिवर्तनं न भविष्यति अत्र। अव्ययपदम्, अव्ययपदं नाम तत्र विभक्तिपरिवर्तनं न भवति। अन्योन्यं नाम अहं सन्तोषेण कार्यं करोमि, मया सन्तोषेण कार्यं क्रियते, सन्तोषेण सर्वदा तृतीयविभक्तौ अस्ति। अहं प्रतिदिनं पाठशालां गच्छामि, मया प्रतिदिनं पाठशाला गम्यते। अत्र प्रतिदिनमपि अव्ययमस्ति, सन्तोषेण अपि अव्ययमस्ति। तर्हि कुत्रचित् अव्ययं द्वितीयविभक्तौ भवति, कुत्रचित् तृतीयविभक्तौ भवति, तस्य च परिवर्तनं न कदापि भवति। अन्योन्यमपि तथा अत्र सामान्यतया यत्र यथा सन्तोषेण कार्यं करोमि, सन्तोषेण नाम हेपिलि खलु, हेपिलि, तत्र एल् वाय् भवति आङ्ग्लभाषायाम्, एल् वाय् साधारणतया यत्र क्रियविशेषणमस्ति, अत्रापि तथा। अन्योन्य इति तत्र परस्पर नाम विषप्रकोल् अथवा म्यूचुवल्, अपि च अत्र अन्योन्यम् अत्र एल् वाय् इति भविष्यति क्रियपदम् इति कारणतः, अतः म्यूचुवलि अन्योन्यम् इति अव्ययमस्ति, तस्य परिवर्तनं न भवति। तर्हि वाक्यमस्ति, मूलवाक्यं किम्? आवाभ्याम् आवाम् अभिवन्द्यावहै। सन्ध्या भगिनी, स्पष्टमस्ति वा? अस्तु, अस्तु, तर्हि अग्रे गच्छेम। इदानीं तस्य परिवर्तनं कर्तव्यमस्ति महोदय, प्रयत्नं करोमि महोदय। करोतु। अत्र आवाम् अन्योन्यम् अभिवन्दावहै। हा, अभिवन्दावहे, समीचीनमस्ति। अभिवन्दावहे इति कर्त्रे अस्ति। आवाम् अभिवन्दावहे। अत्र आवाम् इति अनयोः का विभक्तिः? अत्र प्रथम आवां तु कर्तृपदमस्ति, द्वितीयम् आवां प्रथमा विभक्ति महोदय। अत्र द्वितीयं कर्मपदमस्ति, तस्य द्वितीया विभक्तिः। अभिवन्दावहै कर्तृपदम् अनुसृत्य अत्र आवाम् उत्तमपुरुषस्य द्विवचनरूपमस्ति, तत्कारणात् अभिवन्दावहै। पुरुषः उत्तमपुरुषः, वचनं द्विवचनं, समीचीनमस्ति। आवां द्विवारम् आगच्छति यतोहि प्रथमविभक्तौ द्वितीयविभक्तौ अपि रूपम् आवाम् इति एव अस्ति। नौ सः उपयोजनं कर्तुं शक्यते न? भवितुमर्हति। महोदय, अभिवन्दयाव भवति वा? हा हा, क्षम्यताम्, अहं लट् इति वदामि स्म। लट् इति अस्ति कर्तरिप्रयोगे। हा हा, कर्तरि लोट् अस्ति इति भवेत्। हा, तत्र भवता उक्तं लटि लटि महोदय, तस्य लोट् रूपं वक्तव्यमासीत्। लोट् रूपं अत्र वन्द् धातुः अस्ति खलु महोदय? सत्यं, तत्तु वन्द् धातुः अस्ति। लोट् वन्दतां, वन्देतां, वन्दन्तां, वन्दस्व, वन्देथां, वन्दध्वं, वन्दै, वन्दावहै, वन्दावहै इति अस्ति। हा, आत्मनेपदे अस्ति, वन्दावहनेपदे अस्ति खलु। अभिवन्दावहै, अभिवन्दावहै इति अस्ति, है इति वक्तव्यम्। अहं तु लटि चिन्तयामि स्म, अहं तु अभिवन्दावहै इति एव उक्तवान्। हा, इति उक्तवान्, अस्तु अस्तु, समीचीनमस्ति। हा, लक्ष्मीभगिनी अवगच्छति वा? तत्र भवती परस्मैपदे लोट् इति उक्तवती। आं महोदय, धन्यवादः। अस्तु अस्तु, अग्रे गच्छेम तर्हि। अस्तु, अग्रे अखिला भगिनी, अग्रे। अस्तु, आवाभ्यां परस्परं हस्ताः गृह्यन्ताम् इति द्रोणः वदति। आवाभ्याम् अत्र तृतीया विभक्ति कर्तृपदम्, हस्ताः इति प्रथमाविभक्ति बहुवचनं कर्मपदं, गृह्यन्ताम् इति क्रियापदं कर्मपदम् अनुसरति। परस्परम् इति तत्र पुनः क्रियाविशेष अव्यय अस्तु। आवाभ्यां भवति तर्हि आवाम्, आवां परस्परं हस्तान् गृह्णाव। हा, इति अस्ति, तत्र कर्तरि लोट् गृह्णामि, गृह्णाव, गृह्णाम, अस्तु इति अग्रे गच्छेम तर्हि। सन्दीप महोदय, कृपया। दुर्योधनः, आचार्य आगम्यताम् अत्र, प्रियमित्रेण कर्णेन भवतः सूचनाम् अनुसृत्य व्यूहः रचितः, इदानीं वीक्षताम्। दुर्योधनः वदति आचार्य आगम्यताम् अत्र आगम्यताम् इति लोट् कर्मणि अस्ति तस्य लोट् कर्तरि आगच्छतु अत्र समीचीनं तदनन्तरम् अग्रिमवाक्ये किमपि कर्तव्यं नास्ति प्रियमित्रेण करणेन भवतः सूचनाम् अनुसृत्य व्यूहः रचितः तदनन्तरम् इदानीं वीक्षताम् इदानीं वीक्षतां कर्मणि लोट् तस्य कर्तरि लोट् भवति वीक्षताम् हा वीक्षताम् यकारः निष्कासनीयः तावदेव अस्ति अपि च द्वितीयं वाक्यं कर्तरि कुर्मश्चेत् प्रियमित्रं कर्णः भवतः सूचनाम् अनुसृत्य व्यूहम् अरचयत् अरचयत् इति इति इति लङ् इति लङ् कृतवतु इति चेत् रचितवान् अरचितवान् अस्तु समीचीनमस्ति अग्रे गच्छेम श्रीनिवासमहोदय अग्रे कर्णः महाशय रताः यत्र स्थाप्यन्ताम् इति सूचिताः तत्र स्थाप्ताः इमे गजाः इमे अश्वाः एते पदातयः च अवलोक्यन्ताम् दुर्योधनं पृच्छति महाशय स्थाप्यन्ताम् रथाः कुत्र स्थापयति इति पृच्छति महोदय कर्णः रथाः स्थाप्यन्ताम् अत्र कः प्रयोगः अस्ति रथाः पुल्लिङ्गशब्दः अस्ति महोदय स्थाप्यन्तां बहुवचनं न न सम्यक्तया वक्तव्यमस्ति अत्र पुल्लिङ्गः अत्र बहुवचनम् इति रथाः इति अत्र कर्तृपदं किम् कर्तृपदम् अत्र अत्र निहारिका भगिनी किञ्चित् सहायं करोति वा मम अपि किञ्चित् भ्रमः अस्ति अत्र यदि वाक्यस्य अर्थः अवगतः तर्हि भ्रमः न स्यात् रथाः अत्र स्थाप्यन्ताम् इति सूचिताः तत्र अत्र अत्र वाक्यस्य अर्थः अवगम्यते वा सूचना आसीत् अत्र स्थापयतु रथाः इति इदानीं कर्णः वदति स्थापितवान् रथान् हा हा इति सर्वमस्ति भवती सम्यक् अवगच्छति तर्हि अत्र रथाः यत्र स्थाप्यन्ताम् इति कः प्रयोगः कर्तरि कर्मणि वा कर्मणि अस्ति अपि च रथाः इति कीदृशं पदमस्ति कर्तृपदं कर्मपदं वा कर्तृपदं रथः स्वयं स्थापयति कुत्रचित् वा न कर्मपदम् कोऽपि कश्चित् स्थापयति खलु कथम् अत्र कर्तृपदं लक्ष्मीभगिनी वदतु न जानामि महोदय भवती जानाति एव नाटकं मा करोतु कर्णः अत्र नास्ति पुष्पभगिनी सम्यक् अस्ति सम्यक् तर्हि अस्मिन् वाक्ये तस्य रूपं किं स्यात् कर्णः इति यदि कर्णः स्वयं स्वं तस्मिन् वाक्ये स्थापयेत् तर्हि तस्य रूपं किं स्यात् कोऽपि वदतु महोदय अहं कर्तृपदमस्ति महोदय रथाः कर्मपदं किन्तु अत्र अत्र अत्र वाक्यं कर्तृप्रयोगे कर्मणि प्रयोगे वा कर्मणि प्रयोगे कर्तृपदस्य का विभक्तिः कर्मणि प्रयोगे कर्तृपदस्य तृतीया विभक्तिः तर्हि मया रथाः तत्र स्थाप्यन्ताम् इति सूचिताः तत्र स्थापिताः इति वाक्यम् अभविष्यत् केवलं मया न उक्तं किन्तु तादृश अर्थः अस्ति अत्र अस्तु तर्हि भवानेव वदतु श्रीनिवासमहोदय अत्र रथाः इति कर्तृपदं कर्मपदं वा कर्मपदं तस्य का विभक्तिः हा समीचीनमस्ति मया रथाः स्थाप्यन्ताम् इति वाक्यमस्ति तत्र मया इति कर्तृपदं तृतीयविभक्तौ अस्ति रथाः कर्मपदं प्रथमविभक्तौ अस्ति स्थाप्यन्ताम् इति क्रियापदं कर्मपदम् अनुसृत्य रूपं स्वीकरोति प्रथमपुरुषे बहुवचने अतः त्रीणि एकमेकं यथा सामान्यं सन्ध्या भगिनी स्पष्टमस्ति वा यथा सामान्यम् अत्र किमपि नूतनं नास्ति कदापि न भविष्यति नूतनं वा च त्रीणि एकमेकं तावदेव अस्ति त्रीणि एकमेकं मया त्रीणि रथाः एकं स्थाप्यन्ताम् इति एकं कर्मपदमनुसृत्य समीचीनं वा अस्तु तर्हि श्रीनिवासमहोदय तस्य कर्तृप्रयोगे रूपं किं स्यात् अहं रथाः रथाः इति कथमा स्यात् अहं का विभक्तिः भवेत् अहं रथैः कर्तृप्रयोगे कर्मपदस्य का विभक्तिः भवति प्रथमाविभक्ति कर्तृप्रयोगे अस्तु तृतीया नास्ति चेत् प्रथमा नास्ति चेत् द्वितीया स्यात् नाम अस्माकं सूत्रं किं मया सूत्रं किम् उक्तं सुनिधि भगिनी वदतु तत्र सूत्रं किमस्ति कर्तृप्रयोगे सुनिधि भगिनी अस्ति वा एकं द्वे एकम् एकं द्वे एकम् इति सूत्रमस्ति भवती वदतु कर्मणि प्रयोगे सूत्रं किं त्रीणि एकम् एकम् इति तावदेव स्मर्तव्यमस्ति अस्माभिः कर्तरिप्रयोगे एकं द्वे एकं कर्मणि प्रयोगे त्रीणि एकमेकम् इति इदानीं लिखतु सर्वे लिखन्तु इदानीं कागदे नास्ति चेत् नाम एतत् अवश्यं तावत् स्मरणशक्तिः अस्ति अस्माकं खलु एकं द्वे एकं त्रीणि एकमेकम् इदानीं श्रीनिवासमहोदय तत्र कर्मपद तत् भवान् एव वदतु, कर्तरिप्रयोगे सूत्रं किं, कर्मणि प्रयोगे सूत्रं किम्? कर्तरिप्रयोगे एकं द्वे एकं, तस्य अर्थः कः? कर्तृप्रयोगे कर्तृपदं कर्तृपदम् एकवचनं महोदय, न वचनमिति नास्ति अत्र, अत्र भवान् विलम्बेन आगतवान्, अत्र कर्तृपदं प्रथमाविभक्ति विभक्त्यन्तं भवति भवते, प्रथमाविभक्त्यन्तं भवति आम्, कर्मपदं कर्मपदं द्वितीयाविभक्त्यन्तं भवति, क्रियापदं क्रियापदं कर्तृपदं यदा अनुसृत्य प्रथमाविभक्त्यन्तं, न क्रियापदस्य विभक्तिः भवति वा? क्रिया न, सारि किं वक्तव्यमासीत् सुब्रह्मण्य महोदय? अत्र क्रियापदं कर्तरिप्रयोगे कर्तृपदम् अनुसृत्य भवति, यथा कर्तृपदस्य पुरुषं वचनं भवति तथैव क्रियापदमपि भवति इति एकमिति अर्थः अस्ति. इदानीं श्रीनिवासमहोदय, तत्र कर्मणि प्रयोगे किं सूत्रं, कार्तः क्वार्तः च? कर्मणि प्रयोगे सूत्रं किं, सूत्रं किं? त्रीणि एकं त्रीणि, सूत्रं मया उक्तं, तदापि न लिखितवान् वा? सूत्रं किं, लक्ष्मी भगिनी वदतु. त्रीणि एकम् एकम्, त्रीणि एकम् एकं, तस्य अर्थः कः च? कर्मणि प्रयोगे कर्तृपदं तृतीयाविभक्त्यर्थं भवति महोदय, कर्मपदं प्रथमाविभक्त्यर्थं भवति, क्रियापदं क्रियापदं कर्मपदम् अनुसृत्य भवति, अनुसृत्य भवति, अवगच्छति? आं महोदय. हा तर्हि इदं वाक्यं कथं भवेत्, तस्य किं सूत्रम् अपेक्षितम् अत्र? कर्मणि कर्मणि कर्मणि किं सूत्रमस्ति? कर्मणि त्रीणि एकम् एकं, तदर्थं मया रथाः स्थाप्यन्ताम् इति वाक्यमासीत्, मया इति त्रीणि तृतीयाविभक्तौ, रथाः इति प्रथमाविभक्तौ, स्थाप्यन्ताम् इति कर्मपदमनुसृत्य. इदानीं कर्तरि किं स्यात्, किं सूत्रं? कर्तरि एकम् एकं द्वे एकम्, अत्र हा किं भवति? रथाः रथाः इति कर्तृपदं कर्मपदं वा? अहं कर्तृपदं कर्मपदं किं कर्मपदं? मम रथाः. तत्र कर्तरिप्रयोगे तस्य का विभक्तिः भवेत्? हा करोतु. अहं रथान् पुत्र अहं रथान् इति अस्ति, अस्तु. इदानीं स्थाप्यन्तां, तत्र स्थाप्यन्तां, तस्य लट् लकारस्य रूपं प्रथमतया वदतु, लट् वर्तमानकाले. एकवचनं लट् लट् लट् इति स्थापयति, स्थापयति तर्हि लोट् उत्तमपुरुषस्य लोट् इति अहं किं भवेत्? स्थापयामि इति लट् सन्ध्या भगिनी वदतु. स्थापयामि किं लट् लकार स्थापयामि. स्थापयानि समीचीनमस्ति. वाक्यमाहत्य किमस्ति? अहं रथान् कुत्र स्थापयानि? यत्र स्थापयानि इति सूचिताः तत्र स्थापितवान् इति भविष्यति. अस्तु. अस्तु. अग्रिमं वाक्यं निहारिका भगिनी करोतु कृपया. महोदय, एकः प्रश्नः अत्र. सूचिताः तस्य अपि परिवर्तनं भवति खलु? सत्यं. यदि सूचिताः तत्र स्थापितवान् तत्र किं भविष्यति? सूचितवान् रथः चिन्तनीयमस्ति. रथः यत्र स्थाप्यन्त अहं रथान् यत्र स्थापितवान् इति सूचिता किं वदति भवान्? स्थापितवान् इति नास्ति. सूचितवान् नास्ति. कः सूचितवान्? अत्र सूचिताः इति कस्य विशेषणम् अथवा अत्र सूचिताः बहुवचने अस्ति. सूचितान् तत्र स्थापितवान्. नाम कस्य विशेषणं? यत्र रथान् स्थापयानि सूचितवान्. शब्दः कस्य विशेषणमस्ति? तदनुसृत्य अस्ति. सूचिताः रथाः अतः रथान् सूचिताः रथाः. अत्र किञ्चित् भिन्नरीत्या वक्तव्यमस्ति कर्तरिप्रयोगे. सूचितान् रथान् यत्र स्थापयानि तत्र स्थापितवान्. किन्तु तथा समीचीनम्. अस्तु, निहारिका भगिनी अग्रे. इमे गजाः इमे क्षम्यतां महोदय, अत्र स्थापिताः अपि विशेषणं भवति. अत्र प्रश्नः अस्ति महोदय यत् सूचिताः कस्य विशेषणं स्थापिताः इति स्थापिताः इति अत्र रथाः इति विशेषणमिति तु सत्यं. किन्तु अत्र तस्य अर्थः किञ्चित् भिन्नः अस्ति. अत्र अर्थः किञ्चित् भिन्नः अस्ति. अत्र स्थापित इति स्थापित इति कीदृशं रूपम् अस्ति? प्रत्ययः कः? अत्र क्तान्तरूपमस्ति. अग्रे गत्वा वयं अत्र क्तपतयः अस्ति. क्तपतयः अस्ति. क्तपतयः अग्रे गत्वा वयं पठिष्यामः. क्तपतयः कर्मणि अर्थे अपि भवति, कर्तृर्थे अपि भवति. कर्मणि अर्थे अपि कर्तृर्थे. अत्र सूचित इति शब्दः कर्मणि अर्थे अस्ति. किन्तु अत्र स्थापिताः इति वस्तुतः कर्मणि कर्तरि अर्थे अस्ति. मया रथाः स्थापिताः, अहं रथान् स्थापितवान्. यथा यथा अहम् आगतः अस्मि, अहम् आगतः, अत्र आगतः इति कर्त्रार्थे अस्ति. अत्र वस्तुतः स्थापिताः इति कर्मणि अर्थे अस्ति, किन्तु तस्य आशयः क्रियापदवत् इति कृत्वा यदा वयं कर्तरिप्रयोगे वयं कुर्मः तदानीं तस्य कृतवत् इति अपेक्षितमस्ति. मया कार्यं कृतम्, अहं कार्यं कृतवान्. पश्यतु, मया कार्यं कृतम्, अहं कार्यं कृतवान्. तत्र कृतमिति कर्मणि अर्थे कृतवत् इति कर्तरि अर्थे अस्ति. यद्यपि क्रियापदं नास्ति किन्तु कर्त्रार्थकः अस्ति, नाम क्रियार्थकः अस्ति इति कृत्वा मया रथाः स्थापिताः, अहं रथान् स्थापितवान्. मया सूचिताः रथाः स्थापिताः, अहं सूचितान् रथान् स्थापितवान्. तत्र स्थापितान् इति न भविष्यति, यतोहि न अवगच्छति वा? तत्र शङ्का ध्वनवदीनं शङ्का अस्ति इति भाति. न महोदय, इदानीं तु अवगतवान्. अस्तु, यद्यपि सूचितशब्दः कृतान्तरूपम् अस्ति, स्थापितशब्दः अपि कृतान्तरूपम् अस्ति, किन्तु द्वयोः कार्यं भिन्नम् अस्मिन् वाक्ये. तत्र पूर्ववाक्यं महोदय, सूचितशब्दः केवलं रथशब्दस्य विशेषणमस्ति, स्थापितशब्दः तत्र विशेषणमपि अस्ति अत्र कर्मणि अर्थे, किन्तु अत्र क्रियायाः सन्देशः अपि अस्ति तस्मिन्, तदर्थं कृतवतु इति उपयोक्तव्यमस्ति. हा, वदतु. पूर्वस्मिन् वाक्ये महोदय अत्र रचितः अस्ति, तदपि तथा स्थापितः इव स्थापितः इव. ओ, अस्तु महोदय. अस्तु, निहारिकभगिनी अग्रे. इमे गजाः, इमे अश्वाः, एते पदातयः च अवलोक्यन्ताम्. इमे कर्तृपदं किम्? कर्तृपदं भवान् नाम द्रोणः. तर्हि अस्मिन् वाक्ये यदि कर्तृपदं स्यात् तस्य किं रूपं स्यात्? भवान्. किन्तु अत्र कर्मणि प्रयोगे अस्ति खलु? ओ, भवता. तर्हि वाक्यं किं स्यात्? इमे गजाः, इमे अश्वाः. अस्तु, वदतु. इमे गजाः, इमे अश्वाः, एते पदातयः च भवता अवलोक्यन्ताम्. हा, अस्तु, समीचीनमस्ति. परिवर्तयतु. इमे गजान्, इमे अश्वान्, एते एते एकनिमिषं महोदय, एते पदातीन्. हा, समीचीनमस्ति. एते पदातीन् च भवान् अवलोकयतु. हा, अवलोकयतु. इदानीं केवलम् एकं कार्यम् अवशिष्टमस्ति, यत् अत्र अस्मिन् वाक्ये बहुत्र विशेषणविशेषभावः अस्ति. विशेषणविशेषभावः अत्र सर्वनामपदम् अपि विशेषणं भवति. सर्वनामपदं विशेषणम्. अस्मिन् वाक्ये विशेषण सर्वनामपदानि इमे शब्द इमे एते तर्हि तेषां परिवर्तनमपि अपेक्षितम्. इमे शब्दस्य अहं न जानामि, न स्मरामि. अत्र प्रातिपदिकमस्ति इदं पुलिङ्गे. अत्र अयम् इमौ इमे इमाम् इमौ द्वितीयबहुवचने किमस्ति? इमान् इमान् वदतु. इमान् गजान्, इमान् अश्वान्, एतान् पदातीन् च भवान् अवलोकयतु. बहु समीचीनमस्ति, सुन्दरं. बहुवचनमस्ति अत्र अवलोकयन्त्याम्. किमर्थं बहुवचने अस्ति? तत्र भवानेव वदतु, तत्र श्रीनिवासमहोदय. अत्र सूत्रं किं, सूत्रं किं कर्मणि कर्तरि च? कर्तृप्रयोगे गजाः गजाः सूत्रं वदतु, सूत्रं किं? कर्तृप्रयोगे एकं द्वे एकं महोदय. कर्मणि कर्मणि त्रीणि एकम् एकं. तर्हि अत्र बहुवचने किमर्थमस्ति? अखिला भगिनी किञ्चित् साहाय्यं करोतु. बहुवचनम् कर्मपदं बहुवचने अस्ति. तदर्थं किं नाम कर्मणि प्रयोगे नियमः कः? कर्मणि प्रयोगे कर्मपदं अनुसृत्य क्रियापदम् कर्मपदम् अनुसृत्य भवति. नाम पुरुषः वचनं च. अस्तु. तर्हि अत्र कर्मणि प्रयोगे अस्ति, कर्मपदं बहुवचने अस्ति, अतः क्रियापदं बहुवचने अस्ति. यदि परिवर्तयामः कर्तृप्रयोगे तर्हि किं तदानीमपि भविष्य बहुवचनान्तरूपं भविष्यति? महोदय कर्तृप्रयोगे सूत्रं किं? कर्तृप्रयोगे एकं द्वे एकम्. अत्र किं पदम् अनुसृत्य भवति क्रियापदम्? अवगतं, स्पष्टम्? अस्तु, समीचीनमस्ति. तर्हि अग्रे गच्छेम. कस्य नास्ति तावता, लक्ष्मी भगिनी करोतु. द्रोणः अस्तु, व्यूहपत्रं पठ्यतां, मम उत्तरीयं किञ्चित् उन्नीयताम्. अत्र द्रोणः अस्ति, द्रोणः वदति अस्तु व्यूहपत्रं पठ्यताम्. कर्तृपदं किम्? भवान् भवान् इत्यस्य का विभक्तिः? प्रथम भवता कर्तृपदं, भवान् शब्दस्य तृतीयरूपं भवता केन? भवता नाम कस्य सर्वनामपदं स्यात् अत्र? दुर्योधनः. नाम द्रोणः दुर्योधनम् उद्दिश्य वदति यद् भवान् इति वा? तादृशः अस्ति वा? सञ्जीवमहोदय किं चिन्तनं? सः अत्र नास्ति, अस्तु, भवती सर्वं जानाति, भवती एव वदतु. कर्तृपदं किम् अस्ति वदतु. अहं नाम द्रोणं कम् उद्दिश्य वदति इति. हा, समीचीनं चिन्तनम्. अखिल भगिनी, किं चिन्तनं? महोदय, अहं चिन्तयामि अत्र द्रोणः प्रायः कर्णं प्रति वा दुर्योधनं प्रति वा वदति, तर्हि तत्र त्वया इति भवितव्यम् इति चिन्तयामि. वयं समीचीनमस्ति इति अहं मन्ये. भगिनी उक्तवती, सुनिधि भगिनी, अहं, किन्तु अस्माभिः सर्वे इति प्रायः स्यात् न. द्रोणः एतावता न अपि न दृष्टवान्. कर्णमहोदय प्रदर्शयितुमिच्छति खलु? सत्यं, कर्णपदे प्रदर्शितुं. द्रोणः चिन्तयति यत् अस्तु, मया द्रष्टव्यमस्ति, तादृशम् अस्माभिः सर्वैः द्रष्टुं, तादृशमस्ति. लक्ष्मी भगिनी, किम्? अहं चिन्तयामि द्रोणः दुर्योधनं प्रति वदति. द्रोणं दुर्योधन, कर्णं तु नाम भवान् पश्यतु इति आदेशः अस्ति वा? भवान् व्यूहपत्रं पश्यतु इति तस्य आदेशः द्रोणमहोदयस्य? महोदय, अत्र व्यूहपत्रं पठ्यताम् इति अस्ति खलु? सत्यं, न तु पश्यताम्. न न न, समानमस्ति, पठ्यतां पश्यतां समानमस्ति. हा, नाम मम अत्र कथनस्य आशयः नाम कम् उद्दिश्य तावदेव मम. अस्तु, यत्किमपि भवतु, नाम परिपत्नीय द्रोणः अस्तु, सः अपि द्रष्टुमिच्छति खलु? यत्किमपि अस्तु, भवता अस्माभिः, मम भाति अस्ति यत् अस्माभिः इति स्यात्. लेट्स् सी दिस्. अस्माभिः व्यूहपत्रं पठ्यताम्. अस्तु, तस्य परिवर्तनं करोतु. वयं व्यूहपत्रं पठामः. समीचीनम्. अग्रे, मम उत्तरीयं किञ्चित् उन्नीयताम्. उन्नयतु. समीचीनमस्ति. अस्तु, अग्रे, अखिल भगिनी, अग्रे. आचार्य, तव धीमता शिष्येन दृष्टद्युम्नेन व्यूढाचमूः दृश्यताम्. अत्र महेश्वासाः शूराः भीमार्जुनाः सन्ति. आचार्य, तव धीमान् शिष्यः दृष्टद्युम्नः व्यूढां चमूं पश्यतु. अत्र व्यूढान् इति नास्ति, व्यूढां न, तथा नास्ति. चमूः इति कीदृशशब्दः अस्ति? चमूः इति स्त्रीलिङ्ग एकवचनपदं नास्ति वा महोदय? हा, एकवचने तु अस्ति. तर्हि व्यूढा इति चमूपदस्य विशेषणं खलु? सत्यं, भवती किम् उक्तवती? व्यूढान् खलु? व्यूढां, अस्तु अस्तु, समीचीनं, क्षम्यतां, न इति मया श्रुतम्. अस्तु, समीचीनमासीत्, क्षम्यताम्, अग्रे. द्वितीयवाक्यं तु व्यूढां चमूं पश्यतु. अत्र महेश्वासाः शूराः भीमार्जुनाः सन्ति. तस्य तस्य भावि करोतु. अत्र महेश्वासान् शूरान् भीमार्जुनान् भूयते. चिन्तयतु एकवारम्. ओ, क्षम्यतां महोदय, अत्र महेश्वासैः शूरैः भीमार्जुनैः भूयते. समीचीनम्. अस्तु अग्रे गच्छेम. इदानीं सुनीति भगिनी अग्रे वदतु. सखे और अस्तु. अस्तु सखे. नो सखे. सखे सखे सखे परेशं विषये चिन्ता त्यज्यतां भवता. अस्माकं जनाः नायकाः गण्यन्तां. सखे परेश परेषाम् इत्यस्य का विभक्तिः? षष्टि. हा हा वचनं. बहुवचनं. हा हा हा षष्टि बहुवचनं. कर्तरि कर्मणि इति परिवर्तना अवसरे तत्र षष्टिविभक्ति अन्तं पदं तत्र परिवर्तते वा? परिवर्तनं भविष्यति नास्ति. अस्तु परीक्षा. अस्तु अग्रे विषये इति का विभक्तिः? विषये सप्तमी विभक्ति. तस्य परिवर्तनं भवति वा? न. अस्तु अग्रे चिन्ता तस्य का विभक्तिः? प्रथमविभक्तिः. प्रथमाविभक्तिः. तस्य परिवर्तनं भवति वा? नाम चिन्ता इति कर्तृपदम् अत्र अथवा कर्मपदम् अस्ति? कर्मपदम्. एकं द्वे एकम् अत्र त्रीणि एकम् एकम् अत्र कर्मपदं प्रथमा विभक्तिः अस्ति. तस्य का विभक्तिः अपेक्षिता कर्तरि? द्वितीय. करोतु. चिन्तां त्यज. त्यजतु. समीचीनं. चिन्ता त्यज्यतां. चिन्तां त्यजतु भवान्. भवान् बहु समीचीनम्. अग्रे अस्माकं जनाः नायकाः अस्माकं परिवर्तनं न भवति. जनाः जनाः इत्यस्य का विभक्तिः? प्रथमा. प्रथमाविभक्तिः. वचनं. बहुवचनं. अत्र कर्तृपदं कर्मपदं वा? कर्मपदम्. त्रीणि एकमेकम् अत्र कर्मपदं प्रथमाविभक्तौ. कर्तरि किं भविष्यति? द्वितीया. सो जनान् जनान्. अग्रे नायकान् नायकान् गण्यन्तु. अत्र गण्यन्ताम् अत्र नकारः अस्ति यतोहि बहुवचने अस्ति. जनाः नायकाः गण्यन् नाम एकवचने गण्यतां गण्येतां गण्यन्तां. तर्हि प्रथम प्रश्नः अस्ति यत् कर्तरिप्रयोगे कीरूपं कीदृशं रूपं स्यात् गण्यतां गण्यताम् इत्यस्य? प्रायः न जानीयात्. गणयतु. समीचीनं. भवान् अस्माकं जनान् नायकान् गणयतु. गणयतु गणयतु इति अस्ति. समीचीनमस्ति. सन्ध्या भगिनी अग्रे. दुर्योधनः द्विजोत्तम मम सैन्य द्विजोत्तम मम सैन्यस्य नायकाः एते एते इति सामान्यवाक्यमस्ति. अत्र क्रियापदं किम्? सन्ति मम सैन्यस्य नायकाः सन्ति एते सन्ति. तर्हि अत्र धातुः अस्ति अस् धातुः अकर्मकधातुः अस्ति अतः भावे भवितुमर्हति न तु कर्मे. भावे करोतु. मम सैन्य प्रक्रिया तस्य का विभक्तिः इदानीं सैन्यस्य षष्टिविभक्तिः अन्तिं पदं परिवर्तते वा? न मम सैन्यस्य इति यथावत् तिष्ठति. अग्रे मम सैन्यस्य नायकाः तत् नायकाभिः अत्र नायकः इति तस्य लिङ्गं किम्? पुल्लिङ्गं. हा पुल्लिङ्गशब्दः. तर्हि तस्य तृतीय बहुवचनान्तरूपं किम्? देवः. न न देवः देवो देवान् देवं देवं देवाभ्यां मम सैन्यस्य नायकैः एते तस्य परिवर्तनमपि तत्र विशेषणमस्ति. विशेषणविशेषभावः एते नायकाः एते इति परिवर्तयतु. एकैः भूयते. अस्तु समीचीनमस्ति. पुष्पा भगिनी अग्रे. अस्तु पद्मा भगिनी अग्रे. महोदय महोदय द्रोणः वदति अस्तु श्रायन्ताम् श्राव्यन्ताम् श्राव्यन्ताम् श्राव्यन्ताम् दुर्योधनः वदतु भवान् भीष्मः कृपः अश्वत्थामा विक्रणः भूरिश्रवाः एते कर्णादयः अन्ये अपि मदर्थे त्यक्तजीविताः. क्रियापदं किम् अस्मिन् वाक्ये? क्रियापदं किम्? सन्ति इति अस्ति. समीचीनम्. एते एते कर्णादयः त्यक्तजीविताः सन्ति. अस्तु भावे प्रयोगे करोतु. भवता न भवान् भवान् भवान् भीष्मेन न पुनः आरम्भतः वदतु. भवान् भीष्मः कृपः अश्वत्थामः अत्र किं कर्तव्यमस्ति भाविप्रयोगे किं कर्तव्यमस्ति तृतीय त्रीणि एकम् एकं त्रीणि एकं भाविप्रयोगे त्रीणि एकम् एकं न भवति त्रीणि एकं वचन वचनम् अनुसरात् वस्तुतः किमस्ति कर्तृप्रयोगे एकं द्वे एकं किन्तु यत्र अकर्मकधातुः अस्ति तत्र द्वे तु नास्ति एव कर्मपदं नास्ति कर्मपदाभावः अतः तत्र केवलम् एकम् एकम् अस्ति एकम् एकम् अपि च भाविप्रयोगे त्रीणि एकम् एकं तत्र तत्र का स्थितिः का स्थितिः इति चेत् तत्र मध्ये कर्मपदं नास्ति एकं तन् कर्मपदं तत्र कर्मपदम् अनुसृत्य भवति स्म किन्तु कर्मपदं नास्ति अतः नित्यं प्रथमपुरुषे एकवचने भवति किन्तु कर्तृपदं का विभक्तिः भवति कर्तृपदं भावे भावे कर्तृपदस्य का विभक्तिः भावे कर्तृपदस्य त्रीणि तृतीया विभक्तिः कर्तृविभक्ति कर्तृप्रयोगे एकं कर्मणि भावे कर्मणि प्रयोगे त्रीणि तृतीया विभक्तिः करोतु भीष्मेन न भवान् इति भवान् भवता भीष्मेन कृपेण अश्वत्थाम इति द्रष्टव्यमस्ति नकारान्तः अस्ति न वा इति अथवा किमस्ति त्यजतु अनन्तरं पश्येम विकरणेन भूरिश्रवाः वस्तुतः बहुवचने नास्ति तन्नाम अपि किञ्चित् विलक्षणमस्ति त्यजतु अग्रे एतान् कथं स्यात् एतैः कर्णादयः इति एकवचने किं कर्णादयः कर्णादयः अत्र आदिशब्दस्य बहुवचनान्तरूपम् अस्ति कर्णादयः इति बहु आदिशब्दस्य बहुवचनं तर्हि बहुवचने किं स्यात् कर्णादिभिः अन्ये अपि अन्यैः अभि अपि मदर्थे त्यक्तजीवताः त्यक्त जीविताभिः न जीवितैः त्यक्तजीवितैः त्यक्तजीवितैः भूयते अस्तु अग्रे सञ्जीवमहोदय कृपया ओ अस्तु अस्तु तर्हि अग्रे सुब्रह्मण्यमहोदय कृपया अस्तु महोदय भीष्मः प्रतिहतम् अमङ्गलम् जीवितानि न यज्यन्ताम्। प्रतिहतम् अमङ्गलं, पूर्वतनवाक्ये दुर्योधनः अमङ्गलवाक्यम् उक्तवान्, तत्कारणात् भीष्मः वदति अमङ्गलं प्रतिहतम् इति। अनन्तरं जीवितानि न त्यज्यन्ताम्, अत्र प्रायः तैः जीवितानि न त्यज्यन्ताम् इति चिन्तयामि महोदय। अत्र तत्कारणात् अत्र ते जीवितानि न त्यजन्तु। तैः इति जीवितानि न त्यज्यन्तां, तैः इति बहुवचने किमर्थमस्ति अत्र? ते ते भीष्मः तत्र दुर्योधनम् उद्दिश्य वदति खलु, दुर्योधनम् उद्दिश्य वहति नाम भवता जीवितानि न त्यज्यन्ताम्। भवता जीवितानि न त्यज्यन्ताम् इति अस्ति खलु महोदय? अत्र तु दुर्योधनः वदति अन्ये अपि मदर्थे त्यक्तजीविताः वदति खलु महोदय अत्र? हा, त्यक्तजीविताः। तत्कारणात् अहं चिन्तयामि अत्र तैः जीवितानि न त्यज्यन्ताम् इति अहं चिन्तयामि। ते सर्वे तैः ते जीवितानि कैः? तैः इति नाम कैः? कैः अस्माभिः, अस्माभिः अपि भवितुमर्हति, अस्माभिः अपि समीचीनमस्ति, तैः इति न भवति अत्र, अस्माभिः समीचीनमस्ति, भवता अथवा अस्माभिः। अत्र मम चिन्तनमस्ति अत्र भीष्मः अपि सम्यक् महोदय, इदानीम् अहम् अवगच्छामि। अस्माभिः जीवितानि न त्यज्यन्ताम् इत्युक्ते वयं जीवितानि न त्यजाम। अस्तु, समीचीनमस्ति। अखिल भगिनी अग्रे। आचार्य, अनेन भीष्माभिरक्षितेन अस्माकं बलेन पर्याप्तेन न भूयते, तेन भीमाभिरक्षितेन पाण्डवानां सैन्येन पर्याप्तेन भूयते इति मन्ये। अयं इदं भीष्माभिरक्षितम् अस्माकं बलं पर्याप्तं न भवति। अत्र प्रथमतया कर्तृपदं किम् इत्यादिकं वदतु। अत्र बलम् इति कर्तृपदम् इति चिन्तयामि महोदय, अनेन भीष्माभिरक्षितेन इति तस्य विशेषणवाचक पदे, विशेषणवाचकपदम् अनेन इति बलेन पदस्य विशेषणं भवति खलु, भीष्माभिरक्षितं बलम् इति। भवितुम् अर्हति अनेन भीष्मरक्षितेन बलेन, नाम अस्माकं बलं भीष्माभिरक्षितम् इति भवितुमर्हति, अनेन भीष्मरक्ष इति भवितुमर्हति। किन्तु तस्य आवश्यकता तथा नास्ति अपि, अपि प्रायः अस्मिन् वाक्ये तथा प्रायः नास्ति, भवितुम् अर्हति तथा कथञ्चित् वयं चिन्तय न न न किन्तु भवितुमर्हति, किन्तु अत्र माध्यमतृतीया अपि भवितुमर्हति, नाम हस्तेन खादामि अत्र तथा अस्ति चेत् विशेषभावः नास्ति। भीमाभिरक्षितेन बलम् इति, अस्तु तर्हि तथा अस्ति चेत् वदतु कथमस्ति. अनेन बीमाभिरक्षितेन अस्माकं बलं पर्याप्तं न भवति. हा हा इति अस्ति. अग्रे तेन बीमाभिरक्षितेन पाण्डवानां सैन्यं पर्याप्तं भवति इति मन्ये. अस्तु समीचीनमस्ति. अग्रे लक्ष्मी भगिनी अग्रे. भीष्म वत्स सातङ्कहृदयेन भवता अवाच्यम् उच्यते. भीष्मः वदति वत्स सातङ्कहृदयेन भवता अवाच्यम् उच्यते. भवान् सातङ्कहृदयेन अवाच्यं वाच्यं वक्ति वक्ति. आम् आं महोदय. समीचीनमस्ति. अस्तु सुब्रह्मण्यमहोदय अग्रे. अत्रापि सातङ्क क्षम्यतां महोदय, सातङ्कहृदयः इति तदपि विशेषभावः भवितुम् अर्हति. सातङ्कहृदयेन हा प्रायः बहु यदि बहुव्रीहिसमासः अस्ति, बहुव्रीहिसमासः अस्ति विशेषण अस्ति चेत् बहुव्री तत्र विशेषणविशेषभावः अस्ति. तत्र तत्र विशेषणक्रियाविशेषणत्वेन स्वीकुर्मश्चेत् तत्र परिवर्तनं न भवति. सातङ्कहृदयेन कार्यं करोमि इति चेत् तत्र व्ययमस्ति. यदि तत् चिन्तनीयमस्ति, नाम उभयत्र भवितुमर्हति इति अहं मन्ये. सातङ्कहृदयेन कार्यं करोमि अथवा अहं सातङ्कहृदयः इति बहुव्रीहिसमासः अस्ति. बहुव्रीहिसमासः अस्ति चेत् विशेषणविशेषभावः अस्ति. बहु समीचीनमस्ति. भवता यत् उक्तं भवत्या यत् उक्तं समीचीनमस्ति, तदापि भवितुमर्हति. अस्तु अग्रे न न निहारिकभगिनी कृपया वदतु. भगिनी अस्ति. अस्तु सुब्रह्मण्यमहोदय कृपया. दुर्योधनः आचार्य एतेन वृद्धेन पितामहेन किमपि चिन्त्यतां नाम भवद्भिः सर्वैः यथा भागं यथा स्थानम् अवस्थितैः भूयताम्. आचार्य एतेन वृद्धेन पितामहेन किमपि चिन्त्यतां नाम. अत्र एषः वृद्धः पितामहः किमपि चिन्तयति नाम चिन्तयतु. अस्तु महोदय, लोट् अस्ति. चिन्तयतु एषः वृद्धः पितामहः किमपि चिन्तयतु नाम भवद्भिः सर्वैः यथा भागं यथा स्थानम् अवस्थितैः भूयताम्. भवन्तः सर्वे यथा भागं यथा स्थानम् अवस्थिताः भवन्तु. हा समीचीनमस्ति. अस्तु इदानीं वस्तुतः समयः जातः, किन्तु किमस्ति अस्माकं बहु समयः अपेक्षितः आसीत् तदर्थं. किमर्थमिति चेत् विभक्ति अभ्यासः नास्ति. एकं द्वे एकं त्रीणि एकम् एकम् इति अपि अभ्यासः नास्ति. नो चेत् एतत् सर्वं भवितुमर्हति स्म दशसु निमेषेषु इति मम पूर्णविश्वासः. अतः गृहपाठरूपेण सर्वे नाम त्रीणि एकमेकं नाम किम्, एकं द्वे एकं नाम किं, कुत्र कुत्र भवति, अपि च शब्दानां रूपं किं स्यात्, तृतीयविभक्त्यन्तं रूपं किम् अस्ति, द्वितीयविभक्त्यम् अन्तं प्रथमविभक्त्यन्तम् इत्यादिकं तत्र भवति चेत् अस्माकम् अग्रे गमनं बहु शीघ्रं भवितुमर्हति. तथापि अभ्यासः सम्यक् आसीत्. इदानीं सन्ध्या भगिनी अवगच्छति वा सर्वं? आम् आम् इदानीं भ्रमः समाप्तः खलु इति आशा. अस्तु अस्तु अस्तु सर्वे अस्तु अस्तु हा समीचीनमस्ति. तर्हि विरमामः. धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः. धन्यवादः. नमस्कारः. धन्यवादः.